गुरुब्रह्मगुरुविष्णुगुरुदेवो महेश्वरगुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नाम सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र रूपं कीदृशः गुणः नाम रूपम् इति गुणः तत्र पदार्थे सर्वत्र वर्तते अथवा एकत्र वर्तते इति तत्र अव्याप्य वृत्तित्वम् अस्ति वा रूपम् इति गुणस्य अथवा व्याप्तवृत्तित्वम् अस्ति वा गुणस्य इति प्रश्नः तत्र अस्ति मूलप्रश्नः नाम उदाहरणार्थं तत्र वयं पठितवन्तः तत्र कपिसंयोगः इति उदाहरणं तत्र संयोगः इति गुणः कपिसंयोगः वृक्षे तत्र कपिः वृक्षे कुत्रचित् अस्ति सर्वत्र नास्ति एकभागे एव अस्ति वृक्षे अतः तत्र संयोगः अपि तत्र एकस्मिन् भागे एव वर्तते इति वक्तुं शक्नुमः नाम यदि कपिः तत्र अग्रभागे अस्ति चेत् अग्रभागे संयोगः वर्तते किन्तु मूलभागे तत्र मूलदेशे तत्र संयोगः न वर्तते अतः तत्र इति एकविध तत्र संयोगः इति गुणः एषः गुणः तत्र पदार्थे एकत्र वर्तते किन्तु अन्यत्र न वर्तते किन्तु एकत्वम् इति स्वीकुर्मः एकम् एव पुस्तकमस्ति तर्हि एकत्वम् इति सङ्ख्या तत्र सङ्ख्या इति गुणः भवति एकत्वम् इति सङ्ख्या तत्र पुस्तके तत्र किं केवलम् एकस्मिन् भागे एव वर्तते वा पुस्तके तत्र एकत्वम् इति नाम तत्र यदि किमपि पुस्तकं स्वीकुर्मः बृहत् पुस्तकं वा लघुपुस्तकं वा एकत्वम् इति किं तत्र एकस्मिन् पुटे एव वर्तते वा अथवा तत्र पुस्तके सर्वत्र वर्तते तत्र वयं चिन्तयामः अनुभाविकं नाम तत्र एकत्वम् इति अस्ति चेत् प्रायशः तत्र सर्वत्र भवेत् अतः तत्र एकत्वम् इति सङ्ख्या रूपगुणः सङ्ख्या इति गुणः तत्तु पुस्तके सर्वत्र वर्तते किन्तु संयोगः इति गुणः तत्तु तत्र एकस्मिन् भागे वर्तते सर्वत्र न वर्तते अतः तत्र वयं दृष्टवन्तः तत्र संयोगः इति गुणः तत्र कपिसंयोगः इति चिन्तयामः तत्र कपिसंयोगः अपि तत्र वृक्षे अस्ति अपि वृक्षे कपिसंयोगस्य अभावः अपि अस्ति स्वस्य अधिकरणे नाम संयोगस्य अधिकरणे तत्र संयोगस्य अधिकरणे संयोगस्य अभावः अपि वर्तते इति तत्र वयं एतस्य नामकरणं कृतवन्तः तत्र अव्याप्य वृत्तित्वं वृत्तित्वं नाम वर्तते अव्याप्य वृत्तिः अथवा व्याप्यवृत्तिः नाम कीदृशः वृत्तिः व्याप्यवृत्तिः तत्र अन्वयः तु तत्र संयोगः कीदृशः अव्याप्यवृत्तिः तत्र वृत्तिः इति स्त्रीलिङ्गनियत नित्यस्त्रीलिङ्गपदं मतिशब्दवत् किन्तु तत्र अव्याप्यवृत्तिः इति समस्तपदं कृत्वा तत्र बहुव्रीहिसमासेन तत्र त्रिषु लिङ्गेषु भवति अत्र संयोगः इति कृत्वा पुल्लिङ्गे अस्ति इति कृत्वा संयोगः व्याप्यवृत्तिः इति विशेषणं किन्तु अत्र अव्याप्यवृत्तिः इति विशेषणरूपं स्वीकृतमस्ति अतः तत्र संयोगः अव्याप्यवृत्तित्वम् इति जानीमः किन्तु रूपं कीदृशम् इति ज्ञातुं तत्र इदानीं तत्र अवच्छेदकधर्मस्य अपि तत्र अपेक्षा अस्ति अतः तत्र वयं अव्याप्यवृत्तित्वं तस्य तत्र व्याकरणरीत्या कथं भवति इति गतवर्गे दृष्टवन्तः अपि व्यवहारः कीदृशः अपि तत्र तस्य परिचयः अपि जातः गतवर्गे इदानीं तत्र अग्रे सरामः तत्र विद्याधर्याम् इति आरभ्य अस्तु तर्हि तत्र आरम्भे तत्र अस्तु नूतनतया के के आगतवन्तः नमस्ते महोदय. धनश्री भगिनी नमस्कारः. नमस्कारः महोदय. नरसिंहमहोदय नमस्कारः. अन्य कोऽपि? अस्तु अस्तु अस्तु समीचीनम्. अस्तु तर्हि तत्र प्रेमलता भगिनी आरम्भं कर्तुम् इच्छति वा? अत्र अव्याप्य अव्याप्य वृत्तित्वं विद्याधर्याम् इति आरभ्य. अस्तु महोदय, करोमि. सर्वेषां पार्श्वे करपत्रं स्यात्, नाम तत्र यत् स्क्रीन् मध्ये अस्ति अथवा साक्षात् तत्र लिङ्क् प्रेषितमस्ति तत्र ईमेल् द्वारा, अतः तत्र तदपि द्रष्टुं शक्नुवन्ति. अस्तु भगिनि. हा, अव्याप्यवृत्तित्वम् इति उपशीर्षिका अत्र विद्याधर्याम् अव्याप्यवृत्तित्वम् इत्यस्य स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः. अत्र अव्याप्तवृत्तित्वम् इत्यस्य लक्षणं दत्तं. स्वयं यस्मिन् द्रव्ये अस्ति तस्मिन्नेव द्रव्ये तस्य अभावः अपि अस्ति. हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यताम्. अत्र अव्याप्तवृत्तिः गुण अव्याप्तवृत्तिः गुणः संयोगः हस्तभित्यो. स्वम् इति सर्वनामपदम्. अत्र स्वम् इत्युक्ते संयोगसम्बन्धः. अधिकरणं भित्तिः. अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति. स्वस्य अभावः इति संयोगसम्बन्ध अभावः अपि अस्ति. यतोहि हस्तभित्तिसंयोगः भित्तिं व्याप्य न तिष्ठति. अनेन स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति भवति. अत्र तस्य अग्रे पठामि वा महोदय? तावत्पर्यन्तं तावत्पर्यन्तं स्मारयतु भगिनि. अव्यापवृत्तित्वम् इत्यस्य एकदेशे समान अधिकरणे एकदेशवृत्तित्वं भवति, अन्यप्रदेशे तस्य वृत्तित्वं न भवति इति अर्थे भवति. अर्थं भवति अव्याप्रवृत्तित्वस्य इति मन्ये महोदय. अत्र अव्याप्रवृत्तित्वम् इत्यस्य लक्षणं दत्तं. स्वं यस्मिन् द्रव्ये अस्ति नाम स्वम् इति गुणस्य स्वम् इति यस्मिन् द्रव्ये अस्ति तस्मिन्नेव द्रव्ये तस्य गुणस्य अभावः अपि यत्र यत्र अधिकरणे भवति तस्य अव्यापवृत्तित्वम् इति बोधनं भवति. हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यताम्. हस्तस्य भित्त्या संयोगः इति उदाहरणे अत्र अव्याप्यवृत्तिगुणः संयोगः हस्तभित्यौ इति हस्तभित्यौ संयोगः इति गुणः संयोगः इति गुणः अव्याप्यवृत्तिः अस्ति. यतोहि हस्तः सर्वे भित्तौ सर्वत्र न भवति. हस्तः एकदेशे अपि तस्य संयोगः भवति भित्तौ. स्वम् इति सर्वनामपदम्. अत्र स्वम् इत्युक्ते संयोगसम्बन्धः. अधिकरणं भित्ति. अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति. स्वस्य अभावः इति संयोगसम्बन्ध अभावः अपि अस्ति. यस्य हस्तभित्तौ संयोगः भवति एकदेशे तत्र तत्रापि अधिकरणं भित्ति एव. अधिकरणे सम् इति स्वम् इति संयोगसम्बन्धः अपि तत्र अस्ति. स्वस्य अभावः इति संयोगसम्बन्धाभावः अपि अस्ति. तत्र एकदेशे अष्टभित्तौ संयोगः अस्ति, अन्यप्रदेशे तत् संयोगः नास्ति. तत् संयोगस्य अभावः अपि भित्तौ समानाधिकरणम् इति वक्तुं शक्यते इति मन्ये. तस्य नास्ति एक यतोहि हस्तभित्तिसंयोगः भित्तिव्याप्य न तिष्ठति. यत् संयोगः अस्ति हस्तभित्तौ संयोगः, तद् पूर्णतया भित्तौ व्याप्य न तिष्ठति. एकदेशे भवति तत् संयोगः. अनेन स्वभाव स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अव्याप्यवृत्तित्वम् इति बोधनं भवति. तर्हि तत्र अत्र उदाहरणे तत्र कस्य तत्र अव्याप्यवृत्तित्वम् अस्ति? संयोगस्य अस्तभि तत्र हस्तभि हस्तभित्या संयोगः यः अस्ति तस्य तस्य तत्र अव्याप्यवृत्तित्वं यतोहि भित्त्यां सर्वत्र नास्ति, सर्वेषु सर्वत्र नास्ति नाम व्याप्य न तिष्ठति संयोगः, भित्तिं व्याप्य न तिष्ठति एषः संयोगः. समीचीनं भगिनि, उत्तमरीत्या प्रतिपादितं, धन्यवादः. धन्यवादः भगिनि. अस्तु अग्रे सरामः तर्हि. अतः तत्र इदानीं सर्वेषां मनसि स्पष्टता तत्र जाता इति मन्ये, नाम तत्र अस्माकं कार्यं किम् इति नाम रूपस्य अव्याप्यवृत्तित्वं वा अथवा व्याप्यवृत्तित्वम् इति प्रश्नः, नाम एकत्वं वत् अस्ति वा रूपम् अथवा संयोगवत् अस्ति वा रूपम् इति अस्माकं मूलप्रश्नः. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तत्र नीता भगिनी अग्रे पठति वा? आमाचार्य, अन्यत् उदाहरणम् आकाशे शब्दः. आकाशे शब्दः सर्वत्र न भवति, कुत्रचित् एव भवति. यत्र शब्दः उत्पद्यते तत्र, अतः शब्दः अपि अव्याप्यवृत्तिः गुणः. अत्र स्वम् इत्यनेन शब्दः स्वीकरणीयः, स्वाभावः इत्यनेन शब्दस्य अभावः, तस्य अधिकरणम् आकाशः. तस्मिन् एव आकाशे स्वस्य शब्दस्य वृत्तित्वम् अपि अस्ति, शब्दाभावस्य वृत्तित्वम् अपि अस्ति. यतोहि शब्दः आकाशे सर्वत्र नास्ति, अतः आकाशस्य कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् देशे शब्दाभावः अस्ति. अनेन स्वस्य अभावस्य अधिकरणे स्वमपि अस्ति, तस्मात् शब्दः अव्याप्यवृत्तिः, अपि च विश्वे अव्याप्यवृत्तिः गुणः. यो भवति तस्य सर्वस्य अपि एवं रीत्या समन्वयं कर्तुं शक्नुमः. अत्र अव्याप्यवृत्तित्वं तत्र अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. तस्मिन् विषये द्वितीयम् उदाहरणमस्ति आकाशे शब्दः. आकाश इति अधिकरण, तस्मिन् शब्दः. शब्दः इति कीदृशपदार्थः अत्र? गुणः. गुणः, समीचीनं, गुणः. तु अत्र आकाशे यत् शब्दः वर्तते तत् सर्वत्र न व्युक्ते, सर्वम् आकाशं व्याप्य तत्र शब्दः इति गुणः न वर्तते. एकस्मिन् भागे शब्दः वर्तते, अन्यस्मिन् भागे न वर्तते. अत्र कुत्रचिदेव भवति, यत्र शब्दस्य उत्पादनं भवति तत्र एव गुणः आकाशे शब्दः इति गुणः वर्तते. तत्र शब्दः अव्याप्यवृत्तिगुण अस्ति आकाशे. अत्र स्वम् इत्युक्ते शब्दः इति यदि वयं स्वीकुर्मः चेत् स्वाभाव शब्दस्य अभाव स्वाभाव इत्युक्ते शब्दस्य अभाव. अत्र शब्दस्य अपि अधिकरणम् आकाशः अस्ति, शब्दस्य अभावस्य अधिकरणमपि आकाशः अस्ति. इत्युक्ते एकस्मिन् अधिकरणे आकाशे एव शब्दस्य अभावः, शब्दस्य वृत्तित्वमपि अस्ति, शब्दस्य अभावस्य वृत्तित्वमपि अस्ति. तत्र शब्दः अपि वर्तते, शब्दस्य अभावः अपि वर्तते. इत्युक्ते शब्दस्य वृत्तित्वमपि, शब्दस्य अभावस्य वृत्तित्वमपि. इत्युक्ते शब्दः आकाशे सर्वस्मिन् देशे नास्ति, कस्मिंश्चित् देशे अस्ति, कस्मिंश्चित् देशे तस्य अभावः अस्ति. अनेन स्वस्य अभावस्य इत्युक्ते शब्दस्य अभावस्य अधिकरणे शब्दम् अपि अस्ति. यत्र यथा वयम् अत्र हस्तस्य भित्या संयोगः पठितवन्तः, तेन प्रकारेण एव शब्दस्य अव्याप्यवृत्तिः कथम् आकाशे अस्ति तद्दत्तमस्ति. अनन्तरम् अत्र विश्वे अव्याप्यवृत्तिगुण यत्र यत्र भवति, यः यः गुणः यः यः भवति, अव्याप्यवृत्तिः इति गुणः यः यः भवति तस्य सर्वस्य अपि एवं रीत्या भवति इति निष्कर्षेण दत्तमस्ति. कुत्रचित् अभावः, कुत्रचित् तस्य वृत्ति अव्याप्यवृत्तिः अस्ति अभावरूपेण, कुत्रचित् व्याप्यवृत्तिः इति गुणः अस्ति, कुत्रचित् व्याप्यवृत्तिः गुणः अस्ति, कुत्रचित् अव्याप्यवृत्तिः गुण इति अस्ति. अत्र अव्याप्यवृत्तित्वम् इत्यस्य स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् अपि अस्ति इति अर्थं निष्पद्यते. समीचीनं, हा समीचीनं भगिनी. केवलं तत्र स्पष्टीकरणार्थं तत्र अव्याप्यवृत्तिः गुणः इति अन्तिमवाक्ये अस्ति खलु, तत्र अव्याप्यवृत्तिः अपि गुणः, तयोः मध्ये कः सम्बन्धः? अव्याप्यवृत्तिः गुणः अत्र विशेषणविशेष. समीचीनं, नाम अव्याप्यवृत्तिः इति विशेषणमस्ति. कीदृशः गुणः अव्याप्यवृत्तिः गुणः? नाम एषः गुणः पदार्थे एकस्मिन् भागे अस्ति किन्तु सर्वत्र नास्ति, अतः तत्र तस्य अधिकरणे तस्य अभावः अपि वर्तते इति. समीचीनं भगिनि, हा हा अस्तु, उत्तमम्. अतः तत्र यया रीत्या वयं तत्र आकाशे तत्र शब्दस्य शब्दः सर्वत्र न भवति इति उपयुज्य शब्दस्य अव्याप्यवृत्तित्वं साधितवन्तः, तया रीत्या एव वयम् अत्र अन्यगुणः यः अव्याप्यवृत्तिः गुणः अस्ति तस्य गुणस्य अपि तत्र समन्वयं, नाम एतादृशी चर्चा तत्र अपि भवति इति. अस्तु, समीचीनं भगिनि, हा अस्तु, धन्यवादः. महोदय, प्रश्नः अस्ति, समन्वयं समवयः नाम लक्ष्ये लक्षणम् अस्ति इति वाक्यं खलु? समन्वयः नाम अत्र सङ्गच्छति इति, नाम तत्र यत् उक्तं तत्र लक्षणवाक्ये यदुक्तमस्ति तस्य अपि तत्र या स्थितिः अस्ति तयोः मध्ये सङ्गमनम् अस्ति, नाम सामान्यम् अस्ति. लक्षणवाक्ये नाम लक्षणवाक्ये अत्र अव्याप्यवृत्तित्वम् इत्यस्य स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति यदुक्तं तद् यदि अन्यः गुणः भवति चेदपि तत्रापि एतद् एषा एव स्थितिः अस्ति इति साधितुं शक्नुमः इति, समन्वयं कर्तुं शक्नुमः इति अर्थः. समीचीनम्, पूर्णतया न अवगच्छामि. लक्षणम् अस्ति अव्याप्यवृत्तित्वम् इति तस्य लक्षणवाक्यम् अस्ति खलु? अस्तु अस्तु अस्तु, अवगच्छामि. अव्याप्यवृत्तित्वं नाम किम् इति उक्तमस्ति, नाम स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. तत्र यत्र यत्र तत्र अव्याप्यवृत्तिः गुणः भवति तत्र अस्मिन्नेव तत्र यया रीत्या वयम् अत्र साधितवन्तः तया एव रीत्या तत्र अपि वयं स्थितिः का इति दर्शितुम् अथवा प्रदर्शितुं शक्नुमः. अस्तु महोदय. अस्तु समीचीनम्. अस्तु अग्रे इदानीं तत्र अवच्छेदकत्वम् इति अस्ति तत्र. हा तत्र प्रायशः तत्र एकस्य हा प्रायशः अग्रे एकवारं पठित्वा पुनः एतस्य पुटस्य उपयोगं कुर्मः. अस्तु तर्हि तत्र अहं स्थापितवान् किन्तु इदानीं प्रायशः तस्य उपयोगः नास्ति इति मन्ये. अस्तु अग्रे तर्हि तत्र हा धनश्री भगिनी अग्रे पठितुम् इच्छति वा? आं महोदय. रूपं शीर्षकः अस्ति तत्र अवच्छेदकत्वम् इति. अवच्छेदकत्वं रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका. अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः. कपिः वृक्षस्य अग्रभागे वर्तते. विद्याधर्याम् एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्तिशाखायां. तस्य अभाववस्तु मूलदेशवर्तिशाखायाम्. एवं च अग्रं कपिनिष्ठ आधेयतानिरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. मूलं च कपि संयोग अभावनिष्ठ आधेयतानिरूपित अधिकरणता अवच्छेदकम्. आम् अत्र रूपस्य विषये व्याप्य रूप इति गुणः कीदृशमस्ति, व्याप्यवृत्तिः अस्ति वा अव्याप्यवृत्तिः अस्ति इत्यस्य विषये चर्चा करणीया अस्ति. तत्र अवच्छेदकत्वविषयिणी चर्चा उपकारिका नाम कीदृशी चर्चा, अवच्छेदकत्वविषयिणी चर्चा अत्र तस्य उपयोगं वयं कुर्मः. अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्ध उदाहरणमस्ति कपिवृक्षयोः. विद्याधर्यां यद् दत्तमस्ति तदेव अत्र पुनर् उक्तमस्ति. कपिः वृक्षस्य अग्रभागे वर्तते. तत्र अधिकरणं वृक्षः अस्ति अधिकरणः. कपिः तस्मिन् वृक्षे अग्रदेशे एव एकस्मिन् शाखायाम् अस्ति अतः अग्रदेशवर्ति. तस्य अभाव तु मूलदेशवर्ती शाखायां. तस्य कपेः अभावः मूलदेश यः अस्ति तत्र कपिः नास्ति अतः तस्य अभावः तत्र अस्ति. एवं च अग्रम् इति पदं कपिनिष्ठ आधेयतानिरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. अत्र अग्रम् इति पदेन वयं किम् अवगच्छामः, तत्र अधिकरणता कपिनिष्ठ वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकत्वम् अग्रमिति पदे अस्ति. हा अग्रं कीदृशम् अस्ति? अग्रम् अवच्छेदकम् अस्ति. कस्य अवच्छेदकं, कस्याः अवच्छेदकम् अस्ति अग्रम्? अधिकरणतायाः अवच्छेदकं. कीदृशी अधिकरणता अस्ति? कपिनिष्ठ आधेयता निरूपिता वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. तथैव मूलम् इति पदेन अपि अधिकरणतायाः अवच्छेदकं वयं जानीमः. कीदृशी अधिकरणता अत्र अस्ति? अत्र कपि संयोग अभावनिष्ठ आधेयता निरूपित नाम यत्र कपि संयोग अभाव अस्ति तादृशस्य अभाव तदभावनिष्ठ या अधि आधेयता अस्ति तया अधेयतायाः निरूपित अधिकरणता अधिकरणतायाः अवच्छेदकत्वम् अवच्छेदकं मूलमिति पदेन वयं जानीमः. अस्तु, समीचीनम्. इदानीं तत्र प्रश्नः अस्तु, तत्र तत्र उक्तमस्ति, तत्र अवच्छेदकत्वस्य उदाहरणम् एतदस्ति, वृक्षस्य अग्रभागे नामकपिः वृक्षस्य अग्रभागे अस्ति इति. तत्र अवच्छेदकं तत्र मूलदेशम् अस्ति, अग्रदेशमपि अस्ति, किन्तु तत्र अवच्छेदकस्य आवश्यकता किमर्थं, तत्र किमर्थम् अवच्छेदकस्य तत्र तस्य आवश्यकता किमपि अस्ति वा अत्र? अवच्छेदकस्य आवश्यकता कुत्र भवति, कुत्र भवति अवच्छेदकस्य? यत्र अव्याप्यवृत्तित्वमस्ति तत्र एव अवच्छेदकस्य आवश्यकता अस्ति. कपिः सर्वत्र वृक्षे नास्ति. पूर्वं हा पूर्वं वयं दृष्टवन्तः तत्र, नाम यत्र घटे तत्र घटे तत्र अनेकविध तत्र आदेयतायाः आसन् खलु. तत्र घटः भूतले अस्ति, घटः काले अस्ति, घटः कपाले अस्ति. तर्हि तत्र यदा घटे भूतले अस्ति तत्र भूतले अधिकरणता अस्ति, किन्तु घटे आधेयता अस्ति. इदानीं घटः कपाले अस्ति, कपाले अधिकरणता अस्ति, घटे आधेयता अस्ति. इदानीं घटः काले अस्ति, तर्हि काले अधिकरणता अस्ति, घटे आधेयता अस्ति. इदानीं कति आधेयताः सन्ति घटे? अस्मिन् उदाहरणे अधिकरणतात्रयं, हा आदेयताया आदेयताः तिस्रः तत्र घटस्य हा आदेयताः तिस्रः आदेयताः सन्ति घटे. अत्र किं का स्थितिः? अत्र वृक्षे तत्र किं किम् अस्ति वृक्षे? वृक्षे अधिकरणता अस्ति. हा एका एव अधिकरणता अथवा अधिकरणता द्वयं त्रयं किम्? अधिकरणता द्वयम् अस्ति. हा खलु, अधिकरणता नाम कपेः अधिकरणता अथवा कपेः अभावस्य अधिकरणता अथवा कपिसंयोगस्य अधिकरणता अपि कपिसंयोग अभावस्य अधिकरणता. तर्हि अधिकरणता द्वयम् अस्ति, तर्हि तयोः मध्ये भेदः प्रदर्शयितुम् अवच्छेदकस्य उपयोगं कुर्मः खलु. हा इति अस्ति. हा अत एव तत्र एतत् उदाहरणम् अस्ति. हा समीचीनं भगिनि, हा धन्यवादः. अस्तु, इदानीम् अग्रे सरामः. तर्हि तत्र अग्रे नरसिंहमहोदय अग्रे पठति वा? महोदय सम्यक् न श्रूयते, किञ्चित् अनन्तरं पठामि महोदय. अस्तु अस्तु, हा अस्तु अस्तु अस्तु अस्तु महोदय, अस्तु हा अस्तु. तर्हि अग्रे तत्र शोभा भगिनी अग्रे पठति वा? आं महोदय. तत्र अनेन कपि अनेन तत् आरभ्य सत्यम् अनेन कपिसंयोगः अपि भवति वृक्षे, कपिसंयोग कपिसंयोगाभावः अपि भवति वृक्षे, द्वावपि कपिसंयोगः कपिसंयोग अभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः. अत्र ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम्, अस्यां दशायां यत् अवच्छेदकत्वम् अपि च कपिसंयोगस्थले यत् अवच्छेदकत्वं द्वयमपि भिन्नं विद्याधर्यां घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् इति एतस्य वाक्यस्य प्रतिपादनार्थं तत्र सर्वं लिखितम् अग्रे. अस्तु, एतावता वयम् अवच्छेदकत्वद्वयं दृष्टवन्तः. अस्मिन् परिच्छेदे किं तत्र अनेन कपि संयोगः अपि भवति वृक्षे, कपि संयोग अभावः अपि भवति वृक्षे. इत्युक्ते तत्र सामानाधिकरणं वृक्षे द्वयोः, कपि संयोगस्य अपि च कपि संयोग अभावस्य, द्वौ अपि अपि च एकस्मिन् समये एव भवति वृक्षे. अतः कः अर्थः कः नाम कपि संयोगः भवति चेत् तत्र वृक्षे तर्हि कपि संयोगे तत्र आधेयता अस्ति वा अधिकरणता अस्ति वा? कपि संयोगे आधेयता अस्ति, अधिकरणता वृक्षे अस्ति, किन्तु वृक्षे अस्ति पूर्वम् इदानीं पुनः कपि संयोग अभावः अपि भवति वृक्षे इति इत्यनेन तदपि आधेयता एव अस्ति, अपि च अधिकरणत्वं वृक्षे अस्ति तत्रापि. हा, अतः वृक्षे अधिकरणता द्वयं द्वयम् अधेयता द्वयम् अपि अधिकरणता अपि द्वयं भवति. हा, अतः इदानीं अतः अपि च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः. तदेव तस्य तत्र कपि संयोगः अपि च कपि संयोग अभावः च एकस्मिन् समये एकस्मिन् वृक्षे एव आधेयता अधिकरणतारूपेण तिष्ठतः इत्यनेन इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः करणीयम् इदानीम् अपेक्षितम्. अत्र यत् ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमान प्रतियोगितायाः अवच्छेदकं घटत्वं पूर्वं वयं दृष्टवन्तः. घटाभावः इति भूतले इति दृष्टवन्तः. तदा घटे विद्यमानप्रतियोगिता इत्युक्ते घटे एव घटाभावस्य प्रतियोगिता अस्ति इति, विद्यमाना प्रतियोगिता अस्ति इति. तर्हि समीचीनं, तर्हि तत्र केवलं तत्र स्मरणार्थं तत्र घटे प्रतियोगिता अस्ति, घटाभावे किम् अस्ति? अनुयोगिता अस्ति. अनुयोगिता अस्ति, हा, तयोः मध्ये तत्र निरूप्य निरूपकः भावः स्वभावसम्बन्धः. हा, अतः तत्र घटाभावः इदानीं भूतले अस्ति. तत्र कीदृशः अभावः अथवा इति प्रश्ने तत्र घटे प्रतियोगिता अस्ति इति वदामः. तत्र प्रतियोगितायाः अवच्छेदकः तत्र कुत्र कुत्र प्रतियोगिता वर्तते इति प्रश्ने सति तत्र अवच्छेदकम् अस्ति घटत्वं. तत्र घटत्वं नाम तत्र किमर्थम् इत्युक्ते तत्र घटस्य आनयनेन तत्र घटाभावः नश्यति. अतः प्रतियोगिता कुत्र वर्तते? यत्र घटः अस्ति, यत्र घटः अस्ति तत्र घटत्वम् अस्ति एव. हा, यत्र घटः नास्ति तत्र घटत्वं नास्ति. अतः तत्र अवच्छेदकरूपेण घटत्वं स्वीकर्तुं शक्नुमः. तत्र प्रतियोगितायाः अवच्छेदकः अवच्छेदकं घटत्वम् इति स्वीकर्तुं शक्नुमः. हा, इदानीम् अग्रे अस्यां दशायां अस्यां दशायां यत् अवच्छेदकत्वं तत्र अस्यां दशायाम् इत्युक्ते तदेव यत् भवान् उक्तवान् घटस्य घटत्वम् अवच्छेदकं भवति इत्यस्य विषये. अवच्छेद यत् अवच्छेदकत्वम् अपि च कपि संयोगस्थले यत् अवच्छेदकत्वं द्वयमपि भिन्नम्. यद्यपि तत्र अवच्छेदकम् इति वदामः किन्तु तयोः मध्ये कश्चन सूक्ष्मभेदः वर्तते. हा इत्युक्ते तत्र घटस्य आनयनेन घटाभावः निर्गच्छति. तत्र किन्तु तत्र प्रतियोगितायाः प्रतियोगितायाः अवच्छेदकं घटत्वम् अस्ति, तर्हि घटत्वे अवच्छेदकत्वम् अस्ति. अस्ति घटत्वे एव घटत्वे अवच्छेदकत्वम् अस्ति. अत्र किमस्ति, तत्र अग्रदेशः अग्रदेशम् अथवा मूलदेशम् इति ते तस्मिन् अवच्छेदकत्वम् अस्ति इदानीम्. अतः तत्र इदानीं तत्र अवच्छेदकथम् अवच्छेदकत्वम् इति वदामः किन्तु तस्य किञ्चित् सूक्ष्मरीत्या तस्य अवगमनं यदि भवति तदा वयम् अवगच्छामः तत्र भेदः वर्तते इति. एतदेव अग्रे दत्तमस्ति, अतः केवलं तत्र एतद् वाक्यं विद्याधर्यम् अस्ति, तद् एकवारं पठतु. विद्याधर्याम् उक्तमस्ति, घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नं. तदेव यथा भवता उक्तं, तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् यत् अस्मिन् परिच्छेदे ज्ञातवन्तः, तस्मात् इदम् अवच्छेदकत्वम् इत्युक्ते तत्र पूर्वस्मिन् परिच्छेदे यत् पठितं, तत्र अग्रम् इति आसीत् एकत्र, अपि च मूलम् इति आसीत् अवच्छेदकं, तत् मूलाग्रनिष्ठम् अवच्छेदकं भिन्नं भवति इति. हा किन्तु मूलम् अपि अवच्छेदकं वा अवच्छेदकत्वं वा मूलम्? मूलम् इति अवच्छेदकम् एव अस्ति खलु, अग्रम् इति कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकं भवति अग्रम् इत्यस्य. न अग्रम् इति अवच्छेदकं कपिनिष्ठ आधेयता निरूपिता वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकं, मूलम् इति कपि संयोग अभावनिष्ठ अधेयता निरूपिता अधिकरणता इत्यस्य अवच्छेदकम्. हा तर्हि मूलम् इत्युक्ते अवच्छेदकं वा अवच्छेदकत्वं वा? अवच्छेदकम्. अवच्छेदकं, तर्हि अवच्छेदकत्वं कुत्र अस्ति? अवच्छेदके एव अस्ति. न किन्तु तत्र अवच्छेदकं किम् अस्ति? मूलम् इति स्वीकरोतु, मूलम् अवच्छेदकम् अस्ति चेत् अवच्छेदकत्वं कुत्र अस्ति? मूलम् मूलम् इति मूले एव अस्ति. मूलम् अवच्छेदकम् इत्युक्ते मूले अवच्छेदकत्वम् अस्ति, अतः मूलनिष्ठा अथवा अग्रनिष्ठा नाम मूले अस्ति अथवा अग्रे अस्ति. किम् अस्ति? अवच्छेदकत्वम्. अवच्छेदकत्वं कुत्र अस्ति? मूले अस्ति, अतः अवच्छेदकत्वं मूलनिष्ठम् अस्ति अथवा अवच्छेदकत्वम् अग्रनिष्ठम् अस्ति खलु. तत्र मूलाग्रनिष्ठम् अवच्छेदक मूलम् इति अवच्छेदकं भवति चेत् अवच्छेदकत्वं मूले अस्ति अथवा अग्रे अस्ति इति. अतः तत्र अवच्छेदकत्वं कीदृशं? मूलनिष्ठम् अस्ति. मूलनिष्ठं नाम तत्र यत् प्रतियोगिता अवच्छेद नाम घटत्वादिनिष्ठ प्रतियोगितायाः अवच्छेदकत्वात् पञ्चमी भिन्नं. किं भिन्नम्? इदम् अवच्छेदकत्वं. कुत्र वर्तते एतत् अवच्छेदकत्वं? मूले वर्तते अथवा अग्रे वर्तते. अग्रे वर्तते इति. अतः मूलाग्रनिष्ठम् अवच्छेदकत्वं भिन्नम् अस्ति. यत् वयं पूर्वं पठितवन्तः घटत्वादि विषये. अहं मन्ये तावत् अवगच्छामि इति, किन्तु तत्र अवच्छेदक तत्त्वद्वयमपि अस्ति इति अपि विषयः. हा सत्यं सत्यं सत्यं. हा किन्तु तत्र यद् मूले अस्ति तदपि घटत्वात् भिन्नम् अस्ति. घटत्व सन्दर्भे यत् अवच्छेदकत्वम् अस्ति तस्मात् मूलनिष्ठ अवच्छेदकत्वमपि भिन्नम् अस्ति. भिन्नम् अस्ति. अग्रनिष्ठ अवच्छेदकत्वमपि भिन्नम् अस्ति. नाम तत्र मूलनिष्ठ अवच्छेदकत्वम् अग्रनिष्ठ अवच्छेदकत्वं तयोः मध्ये साम्यम् अस्ति. किन्तु घटत्वविषये यद् अवच्छेदकत्वम् अस्ति तद् भिन्नमेव. भिन्नमेव. अतः तत्र मूलविषये अस्ति तत्र घटत्वे घटत्वसन्दर्भे यत् अवच्छेदकत्वम् आसीत् तत् कीदृशम् अपि अत्र यत् अवच्छेदकत्वम् अस्ति तत् कीदृशं तयोः मध्ये कः भेदः इति अस्माकं पाठः. तत्र व्याप्य अव्याप्य इति एव भेदः इति उपयुज्य तत्र चर्चा भवति. सत्यं भगिनि. हा अतः एव तत्र सम्यक् उदाहरणं भवति. हा अस्तु धन्यवादः. धन्यवादः. एतद्वाक्यमेव मूलवाक्यम् अस्य प्रतिपादनार्थमेव तत्र सर्वं दत्तमस्ति. हा अस्तु अस्तु समीचीनम्. अस्तु अग्रे अशोक महोदय पठति वा? पठामि महोदय. अस्तु अस्तु महोदय. अस्तु नरसिंहमहोदय पठतु, तदनन्तरं अशोक महोदय पठेत्. अस्तु प्रथमतया घटस्य उदाहरणं स्मरेम. भूतले घटाभावः, घटाभावं प्रति यः विरोधः सः घटे विद्यते, अतः घटस्य आनयनेन घटाभावः नश्यति. घटे यः घटाभावविरोधः स च प्रतियोगिता नामकः. तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकमेकम् अपेक्षितम्. तच्च अवच्छेदकमपि घटे स्यात्, सर्वदा च घटे स्यात्, अन्यत्रापि न स्यात्. घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकम्. यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता विरोधः वर्तते, यस्य द्वारा घटाभावः नष्टः स्यात्. प्रतियोगिता च विद्यते अवच्छेदेन, अतः तस्याः नाम अवच्छेद्या. तत्र घटाभावस्य उदाहरणं यत्र घटस्य उदाहरणं स्मरेम इति अस्ति. भूतले घटाभावः इति वदामः चेत् घटाभावं प्रति विरोधः सः घटे वर्तते, इत्युक्ते एकं घटमानयनेन तस्य अभावः नश्यति, अतः घटाभावं प्रति विरोधः घटे वर्तते. इदानीं महोदय प्रश्नः, तत्र घटाभावः तत्र नश्यति इति उक्तं, तत्र नीलघटस्य आनयनेन एव तत्र नश्यति वा घटाभावः अथवा किम्? किमपि घटमानयनेन नश्यति महोदय. हा तत्र कस्यापि घटस्य आनयनेन नश्यति, लघुघटः वा तत्र नीलघटः वा तत्र रक्तवर्णघटः वा किमपि यः कोऽपि घटः भवेत्, किन्तु कस्यापि एकस्य घटस्य आनयनेन घटाभावः नश्यति इति अस्ति. अस्तु घटस्य आनयनेन घटाभावः नश्यति. घटे यः घटाभावविरोधः स च प्रतियोगिता. यः घटाभावविरोधः अस्ति घटे तस्य नाम अस्ति प्रतियोगिता. प्रतियोगिता नामकः. तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते, प्रतियोगिता कुत्र अस्ति इति प्रश्नः. तत्र इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम्. नाम कुत्र प्रतियोगिता, कुत्र प्रतियोगिता वर्तते, कुत्र लभ्यते इति तस्य अवगमनार्थम् अवच्छेदकम् आवश्यकम्. तच्च अवच्छेदकमपि घटे स्यात्. किमर्थम् इत्युक्ते घटम् आनयनेनैव घटाभावः नश्यति, अतः तस्य अवच्छेदकमपि घटे स्यात्, सर्वदा च घटे स्यात्. किमपि अन्यत् वस्तु आनयनेन घटाभावः न नश्यति, अतः घटे एव स्यात्, सर्वदा घटे एव स्यात्, अन्यत्रापि न स्यात्. किमर्थम् एतद् वदामः? तत्र सर्व घटे स्यात्, सर्वदा च घटे स्यात्, अन्यत्र न स्यात् इति? घटमानेनैव घटभावः नष्टो भवितुं शक्यः, अन्यत् नास्ति. यदि अवच्छेदकं तत्र पटे वर्तते चेत् तत्र पटस्य आनयनेन नाम यत्र अवच्छेदकं वर्तते तत्र प्रतियोगिता अस्ति इति वार्ता. यदि तत्र अवच्छेदकं तत्र पटे अस्ति चेत् तत्र पटस्य आनयनेन तत्र घटाभावस्य नाशः न भवति खलु. अतः तत्र अवच्छेदकम् एतादृशम् एव भवेत्, नाम तत्र घटे स्यात्, सर्वदा च घटे स्यात्, अपि अन्यत्र नाम घटं विहाय अन्यत्र न स्यात्. नो चेत् तत्र अवच्छेदकस्य अवच्छेदकं व्यर्थं भवति खलु. यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता विरोधः वर्तते यस्य द्वारा घटाभावः नष्टः स्यात्. यत्र यत्र घटमस्ति तत्र तत्र घटत्वम् अस्ति, यतोहि यत्र यत्र घटत्वम् अस्ति तत्र तत्र घटः अस्ति इति अपि वक्तुं शक्नुमः. अतः यत्र यत्र घटत्वम् अस्ति तत्र तत्र घटः अस्ति, तत् तत् प्रतियोगिता विरोधः वर्तते घटत्वे, प्रतियोगिता घटाभावस्य विरोधः वर्तते घटत्वे अपि. घटत्वे न वर्तते महोदय, यत्र यत्र घटत्वं तत्र तत्र तादृशी प्रतियोगिता वर्तते घट, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता वर्तते. प्रतियोगिता इत्युक्ते घटाभावस्य विरोधः. हा तर्हि तत्र तत्र यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति तस्य तत्र वदनेन किं सः तत्र कः अर्थः? तत्र घटत्वं कुत्र अस्ति? घटत्वं घटे अस्ति, घटे प्रतियोगिता कुत्र वर्तते? प्रतियोगिता अपि घटे वर्तते. समानाधिकरणं खलु, समानाधिकरणम्. अतः घटत्वम् इति अवच्छेदकं भवति इति अत्र अवच्छेदकं साधारणतया तत्र अवच्छेदकम् अपि अवच्छेद्यं तयोः समानाधिकरण्यम् अपेक्षितमस्ति खलु. तत्र यदा वयं चित्रमपि एतत् चित्रस्य निरूपणसमये अपि तत्र गुणस्य चित्ररूपेण वयं निरूपणं कृतवन्तः, तस्मिन् समये अपि तत्र यत्र यस्मिन् अधिकरणे अवच्छेदकम् अस्ति तत्र एव अवच्छेद्यम् अपि भवेत् खलु. तादृशं चित्रमेव वयं स्थापितवन्तः खलु. हा अतः तत्र यत्र घटत्वम् अस्ति तत्र एव प्रतियोगिता अपि विरोधः अपि वर्तते. हा सामान्याधिकरणम् अग्रे प्रतियोगिता च अन्तिमवाक्यं. आम् महोदय, नष्टः स्यात्. प्रतियोगिता च विद्यते अवच्छेदेन, अतः तस्या नाम अवच्छेद्य. एतत् घटत्व इति अवच्छेदकेन प्रतियोगिता अपि विद्यते, अतः घट भवति प्रतियोगिता भवति अवच्छेद्य. प्रतियोगिता अस्ति अवच्छेद्य, अवच्छेदकम् अस्ति घटत्वं, घटत्वे अवच्छेदकत्वम्, घटत्वे अवच्छेदक अवच्छेदकत्वं, प्रतियोगिता अवच्छेद्य इति अस्ति. अस्तु समीचीनम्. अपि तयोः तत्र प्रतियोगिताया अपि तत्र घटत्वयोः सामानाधिकरण्यम् अस्ति, तत्र द्वयमपि तत्र घटे एव अस्ति. अस्तु समीचीनम्. अस्तु धन्यवादः महोदय. अस्तु अग्रे इदानीम् अशोक महोदय. घटस्य दृष्टान्ते अवच्छेद्य अवच्छेदकं च द्वयोः सामानाधिकरण्यं वर्तते. अवच्छेद्य प्रतियोगिता, अतः प्रतियोगिता घटद्वयोः सामानाधिकरण्यम्. एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कृतम् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. यतोहि प्रतियोगिता घटत्वयोः अन् अतिरिक्तवृत्तित्वम् अस्ति. अन् अतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम्. घटस्य दृष्टान्ते अवच्छेद्य अवच्छेदकं च द्वयोः सामानाधिकरण्यं वर्तते. अवच्छेद्या प्रतियोगिता, अवच्छेदकं घटत्वं, द्वयोः मध्ये सामानाधिकरण्यं वर्तते इति उक्तम्. अवच्छेद्या प्रतियोगिता, अतः प्रतियोगिता घटत्वयोः सामानाधिकरण्यं पूर्वमेव उक्तम्. एतदर्थं अर्थं कः इति अधिकरणं किमस्ति अत्र? अधिकरणं घटम् अस्ति, किन्तु सामानाधिकरणं अन्य अर्थं दत्तम्. एतदर्थं या अवच्छेद्यता वर्तते घटत्वे तस्य नामकरणं कृतम् अन्यून सामानाधिकरणीयम् इति तस्य अन्य अर्थः न दत्तम् अत्र. एतावत् तत्र समानाधिकरणम् अस्ति इति नाम तत्र समान अधिकरणं तयोः वर्तते, नाम घटे एव द्वौ अपि स्तः, नाम प्रतियोगिता अपि तत्र घटे अस्ति, घटत्वमपि घटे एव अस्ति. पूर्वं समानाधिकरणम् इति पश्यामः सामान्याधिकरण्यं तदेव वा? समानाधिकरणं इति स्थूलरीत्या, इति स्थूलरीत्या, किन्तु इदानीं तत्र स्थूलरीत्या नाम समानाधिकरणं तावदेव, एकस्मिन् अधिकरणे द्वौ अपि स्तः इत्युक्ते समानाधिकरणम् इति. किन्तु तत्र सन्दर्भानुसारं तत्र वयं तस्य तत्र सूक्ष्म अर्थः अथवा स्थूल अर्थः स्वीकुर्मः महोदय. अत्र इदानीं स्थूल अर्थः इति स्वीकुर्मः, किन्तु अग्रे तत्र अवच्छेदकं कीदृशम् इति पश्यामः. तत्र अस्तु, तदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कृतम् अन्यून अनतिरिक्त वृत्तित्वरूप अवच्छेदकता. अस्तु, विशेषनाम अस्ति एतद् विध अवच्छेदकतायाः. अन्यून अतिरिक्त वृत्तित्वरूप अवच्छेदकता इति तस्य अर्थं दत्तं, यतोहि प्रतियोगिता घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति. तस्य नाम यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति, यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति इति. तत्र अत्र अन् अतिरिक्त, यतोहि वदतु महोदय. अन् अतिरिक्त प्रायः नाम अन्य पदार्थे नास्ति. सत्यं, समीचीनं महोदय. अन्यून पूर्णतया अस्ति, अतः प्रतियोगिता अस्ति घटत्वं निश्चयेन अस्ति. समीचीनं महोदय, तथैव अस्ति. नाम तत्र यदि चित्ररूपेण कुर्मश्चेत् तत्र यदि तत्र अत्र घटत्वम् अस्ति, घटत्वम् अत्र अस्ति, अपि तत्र यदि तत्र अवच्छेदक तत्र प्रतियोगिता अत्र अस्ति चेत् घटत्वं न्यूनम् अस्ति. न्यूनं भवति. अतः तत्र अन्यून्य नाम यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति, अथवा यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं तत्र अन्यून्य अन्यूना. अपि तत्र विपरीततया तत्र यदि प्रतियोगिता अत्र अस्ति, अपि घटत्वं तत्र यदि तत्र घटत्वम् अत्र अस्ति चेत् तत्र प्रतियोगिता न्यूनः अस्ति, न्यूना अस्ति, अथवा घटत्वं तत्र अतिरिक्तम् अस्ति, नाम अन्यत्र वर्तते प्रतियोगिता यत्र अस्ति यत्र नास्ति तत्रापि घटत्वं वर्तते अतः एषा स्थितिः अपि मास्तु एषा स्थितिः अपि मास्तु इण्टर्सेक्ट् अपि नास्ति न न इण्टर्सेक्ट् एव नाम तत्र समानदेश अर्ध इण्टर्सेक्ट् भवति चेत् अपि सत्यं सत्यं नाम एतादृशम् अस्ति चेत् तत् समीचीनमस्ति हा तदस्ति अन्योन्य अनतिरिक्तवृत्ति तादृशी अस्ति अवच्छेदकता अतः अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकता अत्र घटस्य दृष्टान्ते तादृशी अवच्छेदकता वर्तते इति प्रश्नः महोदय अत्र न महोदय हा नाम अनतिरिक्त अतिरिक्तं नास्ति न्यूनमपि नास्ति अतः अन्यून्य अन्यून अपि अनतिरिक्तवृत्तित्वरूप अवच्छेदकता हा अस्तु समीचीनं धन्यवादः महोदय अस्तु इदानीम् अग्रेसरामः तर्हि तत्र ओ योगेन्द्रमहोदय नास्ति वा अस्तु अस्तु अग्रे राजी भगिनी पठितुम् इच्छति वा प्रयत्नं करोमि हा श्रूयते किल जि हा श्रूयते श्रूयते भगिनि अधुना कपिवृक्षयोः आकृतिः अवलोकनीया कपिसंयोगः वृक्षस्य अग्रभागे कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता वृक्षे यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते अत्र कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या अवच्छेदकं च वृक्षस्य अग्रभागे एतावता इतोपि पठामि वा चि पठतु भगिनि प्रायशः अस्तु अस्तु तत् पठतु तदनन्तरं किञ्चित् प्रतिपादयतु अग्रे तदनन्तरं पश्यामः अस्तु तर्हि घटः घटाभावः कपिसंयोगः कपिसंयोगाभावः द्वयोः दृष्टान्तयोः भेदः कः घटघटाभावयोः सहाणवत्तारूपः विरोधः वर्तते भूतले यदा घटाभावः अस्ति तदा घटः नितरां नास्ति यदा घटः अस्ति तदा घटाभावः नितरां नास्ति किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्तिवृत्तिः गुणः इति कारणतः स्वाभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति कपिसंयोगाभावः अपि अस्ति अत्र कपिसंयोगः इति गुणः अव्याप्तबुद्धिः इति कारणेन अवच्छेद्यं कश्चित् भिन्नरीत्या चिन्तनीयं भवति अधुना कपिवृक्षयोः आकृतिः अवलोकनीया इदानीं वयं घटस्य विषये प्रतिपा अवच्छेदकं किम् अवच्छेद्यं किम् इति वयं दृष्टवन्तः इदानीं कपिवृक्षयोः विषये वयं पश्यामः इति अपि तत्र तत्र घटस्य विषये प्रतियोगिता इति अवच्छेद्य आसीत् खलु हा तत्र प्रतियोगिता अपि तत्र अवच्छेदकता अवच्छेदकं किम् आसीत् तत्र घटत्वम् अवच्छेदकम् आसीत् हा घटत्वम् अवच्छेदकम् आसीत् अपि तत्र कीदृशम् अवच्छेदकत्वं तत्र अवच्छेदकं कीदृशम् आसीत् तत्र अन्योन वृत्तित्वरूप अवच्छेदकम् आसीत् हा यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति आसीत् अस्तु हा समीचीनम् अस्तु हा इदानीम् अग्रे कपिसंयोगः वृक्षस्य अग्रभागे कपिसंयोगः कुत्र वर्तते चेत् वृक्षस्य अग्रभागे एव कपिसंयोगः वर्तते अधेयता निरूपिता अधिकरणता वृक्षे अधिकरणता कुत्र अस्ति चेत् वृक्षे अस्ति वृक्षः कीदृशः इति चेत् कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणं वृक्षे अस्ति इति अधिकरणं वृक्षः अधिकरणं वृक्षः इति यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते अत्र कपिसंयोग निष्ठ आधेयता निरूपिता अधिकरणता अत्र अवच्छेद्य सो अत्र अवच्छेद्य इति विषये घटत्वविषये अनन्तरं घटविषये इदानीं विषये अत्र कम्पेरिसन् कृतमस्ति तत्र अवच्छेद्य इति प्रतियोगिता सारि प्रतियोगिता एव घटविषये अवच्छेद्य आसीत् अपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता एव अवच्छेद्य इति अस्तु समीचीनम् अत्र अवच्छेदकं किम् इति प्रश्नस्य विषये वृक्षः एव वृक्षस्य अग्रभागः एव अत्र अवच्छेदकं भवति अस्तु समीचीनम् अस्तु अग्रे तर्हि घटः घटाभावः कपिसंयोगः कपिसंयोग अभावः इदानीं द्वयोः दृष्टान्तयोः भेदः कः इति वयं अत्र चर्चितमस्ति घटः घटाभावयोः सह अवस्थानरूपः विरोधः वर्तते घटः घटाभावः मध्ये कीदृशः विरोधः वर्तते इत्युक्ते यथा घटः अस्ति चेत् घटाभावः भवितुं न अर्हति तत्र तत्र एतस्य पदस्य अर्थः कः तत्र सहानवस्था चेत् समानसमये द्वयमपि भवितुं न अर्हति इति अर्थः हा नाम अनवस्था सः अनवस्था अनरूपम् घटः अस्ति चेत् तत्र घटाभावः इति पदस्य प्रयोगमपि कर्तुं न शक्यते घटाभावः चेत् घटः अस्ति इति वक्तुमपि न शक्यते सो समान समये द्वयमपि भवितुं न अर्हति नाम तत्र समानाधिकरणं न भवति तयोः समानाधिकरणं न भवति भूतले यदा घटाभावः अस्ति तदा घटः नितरां नास्ति तदेव इदानीं यदुक्तं घटाभावः अस्ति चेत् तत्र घटः सम्पूर्णतया नास्ति एव घटः अस्ति चेत् घटाभावः इति तत्र भवितुमपि न अर्हति किन्तु संयोग सम्पूर्ण कपिसंयोगः सम्पूर्णवृक्षे अव्याप्तिवृत्तिगुणः इति कारणतः कपिसंयोगः सम्पूर्णवृक्षे अव्याप्तिवृत्तिगुणः इति कारणतः स्व अभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति कपिसंयोग अभावः अपि अस्ति अत्र एव कः भेदः इति अत्र दृष्टम् अत्र उक्तमस्ति घटस्य विषये घटः अस्ति चेत् घटस्य अभावः भवितुं न अर्हति समानसमये घटाभावः अस्ति चेत् घटः भवितुं न अर्हति इति उक्तम् इदानीं कपिसंयोगविषये कपिसंयोगः अपि समानवृक्षे भवति कपिसंयोग अभावः अपि समानवृक्षे भवति इति अत्र उक्तं किं कपिसंयोगसम्पूर्णवृक्षे अव्याप्तिः कपिसंयोगः कुत्र भवति चेत् मूलभागे एव मूलशाखायां अग्रशाखायामेव कपिसंयोगः भवति परन्तु वृक्षस्य मूलशाखायां तस्याः संयोगः नास्ति अधिकरणम् एकमेव परन्तु संयोगः तु एकस्य स्थले एव अस्ति अन्यस्थले नास्ति वृक्षस्य अन्यभागे नास्ति इति मम अवगमनं तु उचितं वा समीचीनं भगिनि तथैव अस्ति अतः तत्र नाम इदानीं तत्र घटस्य अपि घटस्य अभावः तयोः मध्ये तत्र समानाधिकरणीयं कदापि न भवति किन्तु अत्र कपिसंयोगः अपि कपिसंयोगस्य अभावः तयोः तत्र समानाधिकरणीयम् अस्ति अतः तत्र अवच्छेदकस्य विषये किञ्चित् तत्र भेदः वर्तते इति द्रष्टव्यम् अपि प्रदर्शयामः इति. हा अस्तु, समीचीनं भगिनि. हा धन्यवादः. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तत्र चन्द्रमती भगिनी अग्रे पठति वा? कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्वनिर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. तदर्थं विद्याधर्यां लिखितम् अस्ति अव्याप्यवृत्तित्व निर्वाहकम् अवच्छेदकत्वम् अत्र अग्रभागस्य अवच्छेदकत्वम् किम् अवच्छेदकत्वं वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं तदवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते या अधिकरणतानिरूपित आधेयत कपिसंयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्व निर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. अत्र कपिसंयोगः इति गुणः कुत्र वर्तते इति अव्याप्यवृत्ति निर्वाहकम् अतः अव्याप्यवृत्तित्वेन एव कपिसंयोगः वृक्षे वर्तते इति साधयितुं वयं वृक्षे अग्रभागस्य अवच्छेदकं स्वीकुर्मः. तदर्थं विद्याधर्यं लिखितं विद्याधर्यं किं लिखितम् इति वदति अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम् अत्र अग्रभागस्य अवच्छेदकत्वमस्ति. कपिः कपिसंयोगः वृक्षस्य अग्रभागे अस्ति अत्र अतः वृक्षस्य अग्रभागे एव अग्र अव्याप्यवृत्तित्व अवच्छेदकत्वम् अधिकरणता वृक्षस्य अग्रभागे अस्ति वृक्षे अस्ति किन्तु अग्रभागे एव अवच्छेदकत्वम् इदानीम् अस्ति कविसंयोगस्य अत्र अग्रभागस्य अवच्छेदकत्वम् इति अतः वयं स्वीकुर्मः अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम् अत्र अग्रभागस्य अवच्छेदकत्वम् इति स्वीकुर्मः. किम् अवच्छेदकत्वम् इत्युक्ते अवच्छेदकत्वम् इत्युक्ते वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं कपिसंयोगनिष्ठ वृक्षे अस्ति वृक्षनिष्ठ अधिकरणता किन्तु सर्वत्र नास्ति इदानीम् अग्रभागे वृक्षस्य अग्रभागे एव वर्तते वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं तदवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते या अधिकरणता निरूपित आदेयत कविसंयोगे तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं कविसंयोगस्य अधिकरणतानिरूपित आदेयत अत्र वृक्षस्य अग्रभागे अस्ति नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थं कपिसंयोगः अव्याप्यवृत्तिः इति व्याप्यवृत्तिः नास्ति इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते किन्तु खड भूतले अत्र अन्यून अनधिकृतवृत्तित्वेन वर्तते किन्तु वृत्तित्वम् आसीत् किन्तु कविसंयोगः वृक्षे अव्याप्यवृत्तित्वेन वर्तते कुत्र स्वस्य अभावे एव अल स्वस्य विद्यमाने त्वम् अपि अस्ति तत्र एव अभावत्वम् अपि वर्तते तदेव अव्याप्यवृत्ति इति वदति वृक्षे अग्रभागे वृक्षसमान अधिकरणमस्ति किन्तु अग्रभागे अस्ति एव वर्तते मूलभागे नास्ति अतः अव्याप्यवृत्तित्वेन एव वृक्षे वर्तते तर्हि समीचीनं भगिनि तर्हि केवलं तत्र स्पष्टीकरणार्थं तर्हि तत्र अवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते तत्र वयं किं सूचितुम् इच्छामः कपिसंयोगः वृक्षे सर्वत्र नास्ति समानाधिकरणं सर्वत्र नास्ति इति वक्तुम् इच्छामः नाम तत्र तस्य अव्याप्य वृत्तित्वं नाम संयोगः अपि अस्ति अभावः अपि अस्ति इति वक्तुम् इच्छामः तर्हि कुत्र संयोगः वर्तते नाम तत्र तस्य सीमा का इति प्रश्ने सति तत्र अवच्छेदकरूपेण वयं तत्र कुत्र वर्तते इति तत्र अवगन्तुं शक्नुमः अतः कुत्र वर्तते इत्युक्ते तत्र अधिकरणता याः अवच्छेदकं किम् इति भवति खलु प्रश्नः यतोहि कुत्र नाम वृक्षे कुत्र खलु वृक्षे कुत्र इत्युक्ते वृक्षे अधिकरणता या अस्ति तत्र संयोगनिष्ठ आधेयता निरूपिता अधिकरणता या अस्ति वृक्षे तस्याः अवच्छेदकं स्वीकृत्य वयं कपिसंयोगस्य अव्याप्यवृत्तित्वं सूचितुं शक्नुमः खलु नाम तत्र यदि तत्र एकत्वं तस्य अवच्छेदकं किम् अस्ति इति वदामः तत्र एकत्वं पुस्तके अस्ति एकत्वस्य तत्र अवच्छेदकम् अस्ति वा इत्युक्ते तत्र अधिकरणता तु सर्वत्र वर्तते एकत्वं पुस्तके सर्वत्र वर्तते तत्र अवच्छेदकस्य आवश्यकता नास्ति किन्तु अत्र संयोगः अग्रभागे अस्ति मूलभागे नास्ति कुत्रचित् नास्ति तस्य अभावः अस्ति अतः एकस्मिन्नेव अधिकरणे एकत्र अस्ति अन्यत्र नास्ति अन्यत्र नास्ति अतः एकत्र इत्युक्ते कुत्र इति विषये तत्र अवच्छेदकं स्वीकृत्य वयं चर्चां कर्तुं शक्नुमः अतः अधिकरणतायाः अवच्छेदकं स्वीकृत्य वयं कपिसंयोगस्य अव्याप्यवृत्तित्वस्य सूचनां कर्तुं शक्नुमः खलु समीचीनं वा अतः तत्र अग्रभागस्य अवच्छेदकत्वं मूलभागस्य अपि अवच्छेदकत्वं किमर्थं स्वीकुर्मः यतोहि कस्याः अवच्छेदकं स्वीकुर्मः अधिकरणतायाः अवच्छेदकं स्वीकुर्मः किमर्थम् अधिकरणतायाः अवच्छेदकं स्वीकुर्मः कपिसंयोगः अव्याप्यवृत्तित्वम् अस्ति हा किन्तु तत्र अधिकरणता अपि कपिसंयोगः तयोः मध्ये कः सम्बन्धः अव्याप्यवृत्तित्वेन संयोगः न किन्तु अधिकरणता अपि कपिसंयोगः तयोः मध्ये कः सम्बन्धः वृक्षे अधिकरणता अस्ति कपिसंयोगे किम् अस्ति आधेयता अतः तत्र आदेयता निरूपित अधिकरणता अतः सम्बन्धः वर्तते खलु कपिसंयोगः कपिसंयोगे तत्र आधेयता अस्ति वृक्षे अधिकरणता अस्ति अधिकरणतायाः अवच्छेदकं स्वीकृत्य वयं कपिसंयोगस्य अव्याप्यवृत्तित्वम् इति सूचयामः मम प्रश्नः अस्ति अग्रभागस्य अवच्छेदकत्वं नाम अग्रभागे अवच्छेदक त्वम् अस्ति इति इति हा सत्यं महोदय तत्र तस्य इति तत्र हा नाम यत्र तदेव अवच्छेदकम् इति अर्थे अस्तु अन्यप्रश्न घटस्य अवच्छेदकं घटस्य अवच्छेदकम् अथवा घटे विद्यमानया प्रतियोगिता तस्याः अवच्छेदकं घटत्वम् इति किन्तु घटत्वे अवच्छेदकत्वम् अस्ति खलु अतः घटत्वस्य अवच्छेदकत्वं नाम घटत्वमेव अस्तु घटे स्थित अवच्छेदक घटनिष्ठ अवच्छेदकं घटत्व तत्र अवच्छेदकत्वं यत् अग्रभागे यत् अवच्छेदकत्वम् अस्ति तद् इति तद् वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं अधिकरणतायाः अवच्छेदकत्वं वा हा तत्र तस्याः अवच्छेदकत्वं अत्र सप्तमीति अस्ति तदेव अग्रभागस्य अवच्छेदकत्वम् अस्ति वा तदेव अग्रभागः तर्हि अग्रभागे अवच्छेदकत्वम् अस्ति तत्र अतः महोदय तत्र प्रतियोगितायाः अवच्छेदकं घटत्वम् अस्ति घटस्य प्रतियोगिता घटाभावस्य प्रतियोगिता प्रतियोगितायाः अवच्छेदकम् अस्ति घटत्वं तर्हि घटत्वं घटत्वे अवच्छेदकत्वम् अस्ति तथैव अत्र अग्रभागे अवच्छेदकत्वम् अस्ति तर्हि तद् अग्रभागस्य अवच्छेदकत्वम् इति नाम अग्रभागस्य अवच्छेदकं किमिति प्रश्नः नास्ति तत्र अग्रभागे यद् विद्यमानम् अवच्छेदकत्वं तद् षष्टिविभक्तिकारणेन न अवगच्छामि यदि सप्तमी विभक्ति अस्ति चेत् स्पष्टं भवति अत्र सप्तमीति चिन्तयतु महोदय नो चेत् क्लेशः भवति अस्तु महोदय यथा तत्र तत्र अन्यत् उदाहरणं किमपि नाम तत्र तस्य इति अर्थे तत्र अन्यत् उदाहरणम् इदानीं मनसि न आगच्छति किन्तु तत्र अग्रभागं न सीमितः अधिकरणता एव सीमितः अग्रभागम् एव अवच्छेदकम् अतः अग्रभागस्य अवच्छेदकत्वं नाम अग्रभागे विद्यमानम् अवच्छेदकत्वम् अस्तु अस्तु अस्तु महोदय धन्यवादः इति अर्थः अस्तु समीचीनं न तत् उत्तमप्रश्नः महोदय यतोहि तत्र क्लेशजनकः अस्ति अत्र षष्टि सप्तमी आसीत् चेत् सुलभः भवेत् अस्तु अग्रे तर्हि एतावत् तत्र पुष्पा भगिनी पठितुम् इच्छति वा महोदय अनदर् रूम् इस् देयर् सो ऐ काण्ट् अस्तु अस्तु अस्तु अस्तु अस्तु भगिनी अस्तु अस्तु तर्हि तत्र इदानीं तत्र पुनः प्रायशः तत्र अस्तु प्रेमलता भगिनी अग्रे पठति वा आं महोदय पठामि प्रयत्नं करोमि किन्तु न इदानीं अधुना इति ओ अधुना अन्योन अनतिरिक्तरूप अवच्छेदकता कथा कुत्र वर्तते इति प्रश्ने घटभूतले घटाभावस्य प्रतियोगिता घटे सा च अवच्छेद्या प्रतियोगि घटाभावस्य प्रतियोगिता घटे अस्ति घटभूतले अस्ति प्रतियोगिता इति अवच्छेद्या भवति घटत्वस्य घटत्वम् इति अवच्छेदकः भवति घटस्य प्रतियोगितायापि घटत्वम् अवच्छेदक भवति इत्यतः नाम अवच्छेदकम् अस्ति घटत्वं घटत्वम् अवच्छेदकमस्ति प्रतियोगिता अवच्छेद्या अस्ति यतोहि घटत्वेन अवच्छेद तत्र भिन्नः इति प्रदर्शितुं किं भिन्नम् इति प्रदर्शितुं शक्नुमः अथवा का भिन्ना इति प्रतियोगिता भिन्ना इति प्रदर्शितुं शक्नुमः अथ प्रतियोगिता एव अवच्छेद्या तस्याः प्रतियोगिताय अवच्छेदकं घटे विद्यमानघटत्वं घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते तच्च अवच्छेदकत्वात् अन्योन अनतिरिक्तवृत्तित्वरूपं नाम किमर्थम् इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता अनेन घटत्वं प्रतियोगिता च तयोः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति या च अवच्छेदकता या च अवच्छेदकता वर्तते घटत्वे सा अन्यून अनतिरिक्तवृत्तित्वरूपा अवच्छेदकता घटे वर्तते अवच्छेदकता इति घटे वर्तते सा इति अन्यून अनतिरिक्तवृत्तित्वरूपा अवच्छेदकता इति उक्तम् अत्र पूर्णतया वर्तते अन्यत्र न वर्तते इति अर्थः भवति तत् वृत्तित्वम् अवच्छेदकता इति वर्तते एतत् घटाभावस्य प्रतियोगिता अपि घटे वर्तते प्रतियोगितायाः अवच्छेदकं घटे विद्यमानघटत्वस्य घटत्वम् इति अवच्छेदकता घटत्वनिष्ठ अवच्छेदकता भवति किं वदामि अत्र घटाभावस्य प्रतियोगिता घटे वर्तते प्रतियोगिता अवच्छेद्या भवति घटत्वावच्छिन्ना प्रतियोगिता घटत्वावच्छिन्ना भवति अवच्छेद्या पूर्वं उक्तवन्तः तत्र घटत्वावच्छिन्ना प्रतियोगिता इति प्रतियोगिता इति अवच्छेद्या भवति तस्य आश्रयत्वम् अवच्छेद्या इति भवति न तस्या प्रतियोगितया अवच्छेदकं घटे विद्यमानघटत्वं प्रतियोगितया अवच्छेदकम् अपि अवच्छेदकं घटत्वम् इति घटत्वमपि घटे एव वर्तते घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते घटत्वम् इति अवच्छेदकम् इति भवति चेत् अवच्छेदकत्वमपि घटे वर्तते तच्च अवच्छेदकत्वम् अन्यून अनतिरिक्तवृत्तित्वरूपम् अवच्छेदकत्वं घटत्वे वर्तते तत् अन्यून అంటే సంపూర్ణతయా అనతిరిక్త అంటే కుత్రాపి న వర్తతే ఘటే ఏవ వర్తతే ఇతి అర్థ యత్ర యత్ర సమీచీనం భగిని నామ ప్రతియోగిత యత్ర అస్తి తత్ర ఏవ వర్తతే యత్ర ప్రతియోగిత నాస్తి తత్ర న వర్తతే అపి యత్ర ప్రతియోగిత వర్తతే కింతు ఘటత్వం నాస్తి తదపి న భవతి తదపి న భవతి ఇతి अन्यून अनतिरिक्तवृत्तित्वरूपं रूपा रूपत्व अवच्छेदकत्वं भवति घटे घटत्वं तादृशम् अस्ति घटत्वं घटत्वं कीदृशं घटत्वम् अवच्छेदकत्व घटत्वे अवच्छेदकत्वम् अस्ति कीदृशम् अवच्छेदकत्वम् एतादृशम् अन्योन अनतिरिक्तरूपं अवच्छेदकम् अवच्छेदकत्वं घटत्वम् अवच्छेदकत्वं घटत्वं नास्ति अवच्छेदकत्वं घटत्वे अस्ति यतोहि घटत्वमेव अवच्छेदकम् अस्ति आं महोदय क्षम्यतां किमर्थम् इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् अस्ति यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता अस्ति एतत् अर्थः भवति अनेन घटत्वं प्रतियोगिता च तयो अन्यून अतिरिक्तत्वम् अस्ति अन्यून अनतिरिक्त अनतिरिक्तवृत्तित्वम् अस्ति अस्ति अवच्छेदकता वर्तते घटत्वे या अवच्छेदकता घटत्वे वर्तते सा अन्यून अनरिक्तवृत्तित्वरूपा अवच्छेदकता इति भवति तत् केवलं तत्र वृत्तित्वं तत्र घटत्वे तत्र अवच्छेदकत्वम् इति अस्ति चेत् तत्र वृत्तित्वम् इति भवति किन्तु अवच्छेदकता इति स्त्रीलिङ्गे स्वीकुर्मश्चेत् वृत्तित्वरूपा इति भवति तावदेव तावदेव अतः तत्र तादृशी अस्ति स्थितिः इदानीम् अग्रिमे वर्गे तत्र पश्यामः तत्र घटस्य उदाहरणे या स्थितिः अस्ति सा एव नाम समानस्थितिः समाना स्थितिः तत्र किं तत्र कपिसंयोगस्थले अपि भवति वा इति अग्रिमसप्ताहे पश्यामः तत्र अतः तत्र किन्तु इति आरभ्य ततः अग्रिमसप्ताहे अग्रिमवर्गे पठामः तर्हि तर्हि बहु समीचीनमस्ति बहु कं किमपि अतीतवन्तः अद्य समीचीनमस्ति अस्तु तर्हि अत्र समयः अपि जातः अत्र विरमाम धन्यवादः नमस्कारः अग्रिमवर्गे विरामः